पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 21 पुलस्त्य उवाच आसीत् पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः सुहृच्चक्रस्य निहता येन दैत्या सहस्रशः सोमसूर्यादयो यस्य तेजसा विगतप्रभाः भवन्ति सदशो येन दानवाश्च पराजिताः यथेच्छरूपधारी च मानुषोऽप्यपराजितः तस्य भानुमदी भार्या सती त्रैलोक्यसुन्दरीं लक्ष्मीसदृशरूपेण निर्जितामरसुन्दरी राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी दशनारीसहस्राणां मध्ये श्रीरिवराजते नृपकोटिसहस्रेण न कदाचित् समुच्यते कदाचिदास्थान गतः पप्रच्छस्व पुरोहितं विस्मयेनावृतो नत्वा वसिष्ठमृषिसत्तमं भगवन् केन धर्मेण मम लक्ष्मीरनुत्तमा कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमं वसिष्ठ उवाच पुरालीलावदी नाम वेश्या शिवपरायणा तया दत्तश्चतुर्दश्यां पुष्करे लवणाचलः हेमवृक्षामरैः सार्धं यथावद्विधिपूर्वकं शूद्रः सुवर्णकारश्च कर्म कृत्सोऽभवत्तदा भृत्यो लीलावदी गेहे तेन कैमा विनिर्मिताः परवो हेमपुष्पाश्च श्रद्धायुक्तेन पार्थिव अधिरूपेण सम्पन्ना खडितास्ते सुशोभनाः धर्मकार्यमिति ज्ञात्वा न गृहीतं च वेदनम् उज्ज्वालिताश्च ते पत्न्या सुवर्णमयपादपाः लीलावदी गृहे चापि परिचर्या च पार्थिव कृता ताभ्यामषाढ्येन द्विज शुश्रूषणाधिका सा च लीलावदी वेश्या कालेन महतानख सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरं योऽसौ सुवर्णकारश्च दरिद्रोऽप्यतिसत्त्ववान् न मूल्यमादा द्वेष्यातः स भवानिह साम्प्रतं सप्तद्वीपपदिर्जातसूर्यायुधसमप्रभः यया सुवर्णकारस्य तरवो हेमनिर्मिताः सम्यगुज्ज्वलिताः पत्न्या सेयं भानुमदी तव तस्मान्नृलोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुधा च लक्ष्मीः तस्मात्त्वमप्यत्र विधानपूर्वं धान्या चलादीनृपदे कुरुष्व पुलस्त्य उवाच तथेदि सम्पूज्य सुधर्ममूर्तिर्वचो वसिष्ठस्य ददौ च सर्वान् धान्याचलादिन्विधिना स्मरारेर्लोकं गतोऽसौ सुरपूज्यमानः पश्येद्यदीमानुपनीयमानान् स्पृश्येन्मनुष्यैरिह दीयमानान् शृणोति भक्र्याधमतिं ददाति विकल्मषसोऽपि दिवं प्रयाति दुःस्वप्न प्रशममुपैधि पढ्यमानै शैलेन्द्रैर्भव भयभेदनैर्मनुष्यः य कुर्यात् किमु नृपपुङ्गवेन सम्यक् शान्तात्मा सकलगिरीन्द्रसम्प्रदानम् भीष्म उवाच किमभीष्टवियोगशोकसन्धानलमुद्धर्तुमुपोषणं व्रतं वा विभवध्रुवकारिभूतलेऽस्मिन् भवभीतेरभिसूदनं च पुंसः पुलस्त्य उवाच परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्वाद तव भक्तिमदस्तथा विवक्ष्ये व्रतमिन्द्रासुरमानुवेषु गुह्यम् पुण्यमाश्वयुजेमासि विशोकद्वादशी व्रतं दशम्यां लघु भुग्विद्वान् प्रारभेद यमेन तु उदङ्मुखप्राङ्मुखो वा दन्तधावनपूर्वकम् एकादश्यां निराहारसम्यगभ्यर्च्य केशवम् श्रियं चाभ्यर्च्य विधिवत् भोक्ष्येऽहं चापरेहनि एवं नियमकृत्सुक्त्वा प्रादरुद्धाय मानवः स्नानं सर्वौषधैकुर्यात् पञ्चगव्यजलेन तु शुभ्रमाल्याम्बरधरपूजयेच्छ्रीशमुत्पलैः विशोकाय नमः पादौ जङ्घेजवरदाय वै श्रीशाय जानुनी तद्वदूरू च जलशायिने कन्दर्पाय नमो गुह्यं माधवाय नमः कटिं दामोदरायेत्युदरम् पार्श्वे च विपुलाय वै नाभिं च पद्मनाभाय हृदयं मन्मथाय वै श्रीधराय विभोर्वक्षकरौ मधुभिदे नमः वैकुण्ठाय नमः कण्ठमास्यं पद्ममुखाय वै नासामशोकनिधये वासुदेवाय चाक्षिणी ललाडं वामनायेदि हरये च पुनर्भ्रुवौ अलकं माधवायेदि किरीडं विश्वरूपिणे नमः सर्वात्मने तद्वच्चिर इत्यभिपूजयेद एवं सम्पूज्य गोविन्दं धूपमाल्यानुलेपनैः ततस्तु मण्डलं कृत्वा स्तण्डिलं कारयेन्मृदा चतुरश्रं समं ताच्च रत्निमात्रमुदप्लवम् श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतं तिरङ्गुलोच्छ्रुता वप्रास्तद्विस्तारो द्विरङ्गुलः स्तण्डिलस्योपरिष्टात्तु भित्तिरष्टाङ्गुला भवेद् नदीवालुकया सूर्ये लक्ष्म्याः प्रतिकृतिं न्यसेद स्तण्डिले सूर्यमध्यस्थलक्ष्मीमभ्यर्चयेद्बुधः नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रिये नमस्तुष्ट्यै नमः पुष्ट्यै सृष्ट्यै दृष्ट्यै नमो नमः विशोकदुःखनाशाय विशोकावरदास्तु ते विशोकामेस्तु सम्पत्त्यै विशोका सर्वसिद्धये तदच्छुभ्राम्भरैः सूर्यं वेष्ट्य सम्पूजयेद्फलैः भक्ष्यैर्नानाविधैस्तद्वत् सुवर्णकमलेन च राजतीषु च पात्रेषु न्यसेद्दर्भोदकम्बुधः ततस्तु नृत्यगीतानि कारयेत् सकलां निशां यामत्र ये व्यतीतेदु तद उद्धाय मानवः अभिगम्यजविप्राणां मिथुनानि जपूजयेद् शक्तितस्त्रीणि चैकं वा वस्त्रामाल्यानुलेपनैः शयनस्थानि पूज्यानि नमोस्तु जलशायिने ततस्तु गीतवाद्येन रात्र्यां जागरणे कृते प्रभाते च ततस्नानं कृत्वा दाम्पत्यमर्चयेद् भोजयेच्च यथा शक्तिवित्तशाढ्येन वर्जितः भक्त्या श्रुत्वा पुराणानि तद्दिनं चादिवाहयेद् अनेन विधिना सर्वं मासि मासि समाचरेद् व्रतान्ते शयनं दद्यात् गुडधेनुसमन्वितं सोपधानं सविश्रामं स्वास्तरावरणं शुभं यथा लक्ष्मीर्नरेशत्वां न परित्यज्य गच्छति तदा सुरूपदारोग्यमशोकं चास्तु मे सदा यथा देवेन रहिता न लक्ष्मीर्जायते क्वचिद् तथा विशोकदा मेस्तु भक्तिरग्र्या च केशवे मन्त्रेणानेन शयनं गुडधेनुसमन्वितं सूर्यश्च लक्ष्म्या सहितो दातव्यो भूतिमिच्छता उत्पलं करवीरं वा प्यम्लानं चैव कुङ्कुमं केतकं सिन्धुवारं च मल्लिका गन्धपाडला कदम्बं कुब्जकं जादी शस्तान्येदानि सर्वदा भीष्म उवाच गुडधेनुविधानं च समाचक्ष्वमुनीश्वर किं रूपाकेन मन्त्रेण दातव्या तदिहोच्यतां पुलस्त्य उवाच गुडधेनुविधानस्य यद्रूपमिह यद्फलं तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनं कृष्णाजिनं चतुर्हस्तं प्राग्रीवं विन्यसेद्भुवि गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः लघ्वेण काजिनं तद्वद्वत्सं च परिकल्पयेत् प्राङ्मुखीं कल्पयेद्धेनुं मृदा वागां संवत्सकाम् उत्तमा गुडधेनुस्यात् सदा भारचतुष्टयं वत्सं भारेण कुर्वीद भाराभ्यां मध्यमास्मृता अर्धभारेण वत्स स्यात् कनिष्ठा भारकेण तु चतुर्धांशे न वत्स स्यात् गृहवित्तानुसारतः धेनुवत्सौ कृतौ चोभौ सिदसूक्ष्माम्बरावृतौ शुक्रिकर्णाविक्षुपादौ शुचिमुक्ता फलेक्षणौ सिदसूत्रशिराजालौ सिदकम्बलकम्बलौ ताम्रगण्डक पृष्ठौ द्वौ सिदचामरलोमकौ विद्रुमभ्रूयुगावेदौ नवनीतस्तनान्वितौ काञ्चनाक्षि युगोपेदाविन्द्रनीलकनीनिकौ क्षमपुच्छौ कांस्यदेहौ शुभ्रादिकमनीयकौ सुवर्णशृङ्गाभरणौ राजताढ्यखुरौ च तौ नानाफलसमायुक्तौ क्राणगन्धकरण्डकौ इत्येवं रचयित्वा तु धूपदीपैस्तथार्चयेद या लक्ष्मी सर्वभूतानां या च देवेष्वस्थिता धेनुरूपेण सा देवी मम पापं व्यपोहतु विष्णोर्वक्षसि या लक्ष्मी स्वाहा या च विभावसौ चन्द्रार्कशक्रशक्तिर्या सा धेनुर्वरदास्तु मे स्वथा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः सर्वपापहराधेनुस्तस्माद्भूतिं प्रयच्छ मे एव मां मन्त्र्यतां धेनुं ब्राह्मणाय निवेदयेद विधानमेदधेनूनां सर्वासामपि पठ्यते यास्तु पापविनाशिन्यः पठ्यन्ते दशधेनवः तासां स्वरूपं वक्ष्यामि नामानि च नराधिप प्रथमा गुडधेनुस्यात् हृदधेनुरथा परा तिलधेनुस्तृतीया च चतुर्थी जलनामिका क्षीरधेनुः पञ्चमी च मधुधेनुस्तथा परा सप्तमी शर्कराधेनुरष्टमी दधिकल्पिता रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः कुम्भास्यूरसधेनूनामितरासां स्वराशयः सुवर्णधेनुं चाप्यत्र केचिद्दिच्छन्ति मानवाः नवनीतेन तैलैश्च तथान्येऽपि महर्षयः एतदेव विधानं स्यात् त एवोपस्करा स्मृताः मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि यथा श्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः गुडधेनुप्रसङ्गेन सर्वास्तव मयोदिताः अशेषयज्ञफलदाः सर्वपापहराः शुभाः व्रतानामुत्तमं यस्माद्विशोकद्वादशी व्रतं तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते अयने विषुवे पुण्ये व्यतिपादे तथा पुनः गुडधेन्वादयो देया उपरागादिपर्वसु विशोकद्वादशी चैषा सर्वपापहरा शुभा यामुपोष्य नरो यादि तद्विष्णोः परमं पदम् इह लोके स सौभाग्यमायुरारोग्यमेव च वैष्णवं पुरमाप्नोति मरणे स्मरणं हरेः नवार्बुदसहस्राणि दश चाष्टौ च धर्मविद न शोकदुःखदौर्गत्यं तस्य संजायते नृप नारी वा कुरुते यादु विशोकद्वादशीमिमां नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयाद यस्मादग्रे हरेर्नृत्यमनन्दं गीतवादनम् इति पठति य इद्धं यः शृणोतीह सम्यक् मधु मुरनरकारेरर्चनं वाध पश्येद मतिमपि च जनानां यो ददातीन्द्रलोके सवसदि विबुद्धौ खै पूज्यदे कल्पमेकम् भीष्म उवाच भगवन् श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् यदक्षयं परे लोके देवर्षिगणपूजितम् पुलस्त्य उवाच मेरो प्रदानं वक्ष्यामि दशधा नृपसत्तम यत्प्रदातानं त लोकान् प्राप्नोति सुरपूजितान् पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च न तद्फलमधीतेषु कृतेष्विह यदश्नुदे तस्माद्दानं प्रवक्ष्यामि पर्वतानामनुक्रमाद प्रथमो धान्यशैलस्यादिद्वितीयो लवणाचलः गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः पञ्चमस्तिलशैलस्यात् षष्ठ कार्पासपर्वतः सप्तमो कृतशैलस्याद्रत्नशैलस्तथाष्टमः राजदो नवमस्तद्वदशमः शर्कराचलः वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः अयनो वे पुण्ये व्यदीपादे दिनक्षये शुक्लपक्षे तृतीयायामुपरागेशशिक्षये विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः शुक्लायां पञ्चदश्यां वा पुण्यार्क्षे वा विधानदः धान्यशैलादयो देह्या कार्तिक्यां ज्येष्ठपुष्करे तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे मण्डपं कारयेद्भक्र्या चतुरश्रमुदङ्मुखम् प्रागुदप्रवणं पुण्यं प्राङ्मुखं वा विधानदः गोमयेनानुलिप्तायां भूमा वास्तीर्यवैकुशान् तन्मध्ये पर्वतं कुयाद्विष्कम्भं पर्वतान्वितं धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः मध्यमः पञ्चशतकैः कनिष्ठश्च त्रिभिः शतैः मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्याद मूर्धन्यवस्थानमधाम्बरेण कार्यं त्वनेकं च पुनर्द्विजाग्र्यैः चत्वारि शृङ्गाणि च राजतानि निदम्बभागा अपि राजता स्युः पूर्वेण मुक्ता फलवज्रयुक्तो याम्येन गोमेतकपद्मरागैः पश्चाच्च गारुत्मदनीलरत्नैः सौम्येन वैडूर्यकपुष्परागैः श्रीखण्ड खण्डैरभितप्रवालैर्लतान्वितो मौक्तिकप्रस्तराढ्यः ब्रह्मादविष्णुर्भगवान् पुरारिर्दिवा करोऽप्यत्र हिरण्मयः स्याद तदेक्षु वंशावृतकन्दरस्तु कृदोतकः प्रस्रवणो दिशासु शुभ्राम्भराण्यम्बुधरा वलि स्यात् पूर्वेण पीतानि च दक्षिणेन वासांसि पश्चादध कर्बुराणि रक्तानि चैवोत्तरदोकनानि रौप्यान् महेन्द्रप्रमुखांस्तथाष्टौ संस्थाप्य लोकाधिपदीन्क्रमेण नानावनाली च समं ततस्यान्मनोरमं माल्यविलेपनं च वितानकं चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सिदं च युद्धं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन्क्रमेण तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यम् पूर्वेण मन्दरमनेकफलैश्च युक्तं कामेन काञ्चनमयेन विराजमानं याम्येन गन्धमदनो विनिवेशनीयो गोधूम संचयमयकलधौधवांश्च हैमेन यज्ञपदिना कृतमानसेन वस्त्रेण राजदवनैश्च स संयुध स्याद् पश्चात्तिलाचलमनेकसुगन्धपुष्पसौवर्णपिप्पलहिरण्मय हंसयुक्तम् आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधि सितोदसरस्तथाग्रे संस्थाप्यदं विपुलशैलमधोत्तरेण शैलं सुपार्श्वमपि माशमयं सवस्त्रं पुष्पैश्च हेमवडपादपशेखरं तमा कारयेत् कनककेतुविराजमानम् माक्षीकभद्रसरसा च वनेन तद्वद्रौप्येण भासुरवितानयुतं विधाय होमश्चतुर्भिरद वेदपुराणविद्भिर्दान्धैरनिन्द्य चरिता कृतिभिर्द्विजेन्द्रैः पूर्वेण हस्तमिदमत्र विधाय कुण्ठं कार्यस्थिलैर्यवकृतेन समित्कुशैश्च रात्रौ त जागरमनुद्धतगीतरूपैरावाहनं च कथयामि शिलोच्चयानां त्वं सर्वदेव गणधामनिधे विरुद्धमस्मद्गृहेष्वमरपर्वतनाशयाशु क्षेमं विदत्स्व कुरु शान्तिमनुत्तमां च सम्पूजितः परमभक्ति मया हि त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः मूर्तामूर्तमयं बीजमदः पाहि सनातन यस्मात् त्वं लोकपालानां विश्वमूर्तेश्च मन्दिरं रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे यस्मादशून्यममरैर्नारीभिश्च शिरस्तव तस्मान्मामुद्धरामुष्माद्दुःखसंसारसागराद एवमभ्यर्च्य तं मेरुं मन्दरं चाभिपूजयेद् यस्माच्चैत्ररथेन त्वं भद्राश्वेन च पर्वत शोभसे मन्दरक्षिप्रमतस्तुष्टिकरो भव यस्माच्चूडामणिर्जम्बूद्वीपे त्वं गन्धमादन गन्धर्वगणशोभावांस्ततः कीर्तिर्दृढास्तु मे यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च हिरण्मयाश्मशोभावांस्तस्मात् पुष्टिर्ध्रुवास्तु मे उत्तरै कुरुभिर्यस्मात् सावित्रेण वनेन च सुपार्श्वराजसे नित्यमदश्रीरक्षयास्तु मे एव मामन्त्र्यतान् सर्वान् प्रभादे विमले पुनः स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमं विष्कम्भपर्वतान् दद्यादृत्विग्भ्यः क्रमशो नृप गावो देयाश्चतुर्विंशदथवा दशपार्थिव शक्तितःसप्तचाष्टौ वा पञ्च दद्यादशक्रिमान् एकापि गुरवेदेया कपिलाथपयस्विनी पर्वतानामशेषाणामेष एव विधिस्मृतः त एव पूजने मन्त्रास्त एवोपस्करा स्मृताः ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वतः स्वमन्त्रेणैव सर्वेषु होमशैलेषु पठ्यते उपवासी भवेन्नित्यमशक्तौ न क्रमिष्यते विधानं सर्वशैलानां क्रमशशृणु पार्थिव दानेषु चैव ये मन्त्राः पर्वतेषु यथा फलम् अन्नं ब्रह्म यथ प्रोक्तमन्नं प्राणाः प्रकीर्तिताः अन्नाद्भवन्ति भूतानि जगदन्नेन वर्धते अन्नमेव यदो लक्ष्मीरन्नमेव जनार्दनः धान्यपर्वतरूपेण पाहि तस्मान्न गोत्तम अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिं मन्वन्तरशतं साग्रं देवलोके महीयते अप्सरोगणगन्धर्वैराकीर्णेन विराजितः विमानेन दिवः पृष्टमायाति नृपसत्तम कर्मक्षये राजराज्यमाप्नोतीह न संशयः अथा तः सम्प्रवक्ष्यामि लवणाचलमुत्तमम् यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम् उत्तमषोडशद्रोणै कर्तव्यो लवणाचलः मध्यमश्च तदर्धेन चतुर्भिरधमस्मृतः वित्तहीनो यथा शक्तिद्रोणादूर्ध्वं च कारयेद चतुर्धांशेन विष्कम्भपर्वतान् कारयेत् पृथक् विधानं पूर्ववत् कुर्यात् ब्रह्मादीनां च सर्वदा तद्वद्धेममयं सर्वलोकपालनिवेशनं सरांसि वनवृक्षादि तद्वच्चान्यान्निनिवेशयेद् कुर्याज्जागरमत्रापि दानमन्त्रान्निबोधत सौभाग्यरससंयुक्तो यतोऽयं लवणेरसः तदात्मकत्वेन च मां पाह्यापन्नं न गोत्तम यस्मादन्ये रसाः सर्वे नोत्कटा लवणं विना प्रियश्च शिवयोर्नित्यं तस्माच्छान्ति प्रदो भव विष्णुदेहसमुद्भूतो यस्मादारोग्यवर्धनः तस्मात् पर्वतरूपेण पाहि संसारसागराद अनेन विधिना यस्तु दद्याल्लवणपर्वतम् उमा लोके वस्येत्कल्पं तदो यादि परां गतिम् अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् यत्प्रदानान्नरस्वर्गं प्राप्नोति सुरपूजितः उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः त्रिभिर्भारैः कनिष्ठस्यात् तदर्धेनाल्पवित्तवान् तद्वदामं द्रणं पूजां हैमवृक्षान् सुरार्चनम् विष्कम्भपर्वतांस्तद्वत्सरांसि वनदेवताः होमं जागरणं तद्वल्लोकपालाधिवासनम् धान्यपर्वतवत् कुल्यादिमं मन्त्रमुदीरयेद यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः सामवेदस्तु वेदानां महादेवस्तु योगिनां प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा तथा रसानां प्रवर सदैवेक्षुरसो मदः मम तस्मात् परां लक्ष्मीं ददातु गुडपर्वतः यस्मात् सौभाग्यदायिन्या धामत्वं गुडपर्वत निर्मितश्चासि पार्वत्या तस्मान्मां पाहि सर्वदा अनेन विधिना यस्तु दद्याद्गुडमयं गिरिं सम्पूज्यमानो गन्धर्वैर्गौरीलोके महीयते पुनः कल्पशतान्ते च सप्तद्वीपाधिपो भवेद् आयुरारोग्य सम्पन्नशत्रुभिश्चापराजितः अध पापहरं वक्ष्ये सुवर्णाचलमुत्तमं यस्य प्रदानाद्भवनं वैरिं चं यान्ति मानवाः उत्तमः फलसाहस्रो मध्यमः पञ्चभिशतैः तदर्धेनाधमस्तद्वदल्पवित्तोऽपि मानवः दद्यादेकपलादूर्ध्वं यथा शक्तिविमत्सरः धान्यपर्वतवत्सर्वं विदध्याद्राजसत्तम विष्कम्भशैलांस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेद नमस्ते सर्वबीजाय ब्रह्मगर्भाय वै नमः यस्मादनन्तफलदस्तस्मात् पाहि शिलोच्चय यस्मादग्नेरपत्यं त्वं यस्मात्पुत्रो जगत्पतेः हेमपर्वतरूपेण तस्मात् पाहि नगोत्तम अनेन विधिना यस्तु दद्यात् कनकपर्वतम् स यादि परमं ब्रह्मलोकमानन्दकारकं तत्र कल्पशतं तिष्ठेत्ततो यादि परां गतिम् अधातः सम्प्रवक्ष्यामि तिलशैलं विधानतः यत्प्रदानान्नरो यादि विष्णुलोकमनुत्तमम् उत्तमो दशभिर्द्रोणैर्मध्यमः पञ्चभिः स्मृतः त्रिभिः कनिष्ठो राजेन्द्र तिलशैलः प्रकीर्तितः पूर्ववच्चापरं सर्वं विष्कम्भपर्वतादिकं दानमन्त्रं प्रवक्ष्यामि यथा च नृपपुङ्गव यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः तिलाकुशाश्च माशाश्च तस्माच्चां दिप्रदो भव हव्यकव्येषु यस्माच्च तिला एव हि रक्षणं लक्ष्मीं च कुरु शैलेन्द्र तिलाचल नमोऽस्तु ते इत्यामन्त्र्य च यो दद्यात्तिलाचलमनुत्तमं स वैष्णवं पदं व्याधि पुनरावृत्तिदुर्लभम् कार्पासपर्वतश्चैव विंशद्भारैरिहोत्तमैः दशभिर्मध्यमः प्रोक्तकनिष्ठः पञ्चभिर्मतः भारेणाल्पधनो दद्याद्वित्तशाढ्यविवर्जितः धान्यपर्वदवत्सर्वमासाद्यं राजसप्तम प्रभातायां च शर्वर्यां दद्यादिदमुदीरयेद त्वमेवावरणं यस्माल्लोकानामिह सर्वदा कार्पासाद्रे नमस्तस्मादखौखध्वंसनो भव इति कार्पासशैलेन्द्रं यो दद्याच्चर्वसंनिधौ रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह अथा तत्सम्प्रवक्ष्यामि कृदाचलमनुत्तमं तेजोमयं कृदं पुण्यं महापातकनाशनं विंशत्या कृदकुम्भानामुत्तमस्यात्कृदाचलः दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमस्मृतः अल्पवित्तोऽपि कुर्वीदद्वाभ्यामिह विधानतः विष्कम्भपर्वतांस्तद्वच्चतुर्भागेन कल्पयेद् शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् कारयेत् संहतानुच्चान्यथा शोभं विधानतः वेष्टयेच्छुक्लवासोभिरिक्षु दण्डफलादिकैः धान्यपर्वतवत् सर्वं विधिनामिह पठ्यते अधिवासनपूर्वं हि तद्वद्धोमसुरार्चनम् प्रभातायां च शर्वर्यां गुरवे विनिवेदयेद् विष्कम्भपर्वतांस्तद्वदृद्विग्भ्यः शान्तमानसः संयोगात्कृतमुत्पन्नम् यस्मादमृततेजसि तस्मात्कृदार्चिर्विश्वात्मा प्रीयदामत्र शङ्कर यस्मात्तेजोमयं ब्रह्मकृते चैव व्यवस्थितं कृतपर्वतरूपेण तस्मान्नः पाहि भूधर अनेन विधिना दध्यात् कृदाचलमनुत्तमम् महापातकयुक्तोऽपि लोकमायादिशाम्भवम् हंस सारसयुक्तेन किङ्गिणी जालमालिना विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः विचरेत्पितृभिः सार्धं यावदाभूदः सम्प्लवम् अथा तः सम्प्रवक्ष्यामि रत्नाचलमनुत्तमम् मुक्ताफलसहस्रेण पर्वतस्यादनुत्तमः मध्यमः पञ्चशतिकस्त्रिशतेनाधमस्मृतः चतुर्धांशेन विष्कम्भपर्वतास्युः समन्ददः पूर्वेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः पुष्य रागैर्युधकार्यो विद्वद्भिर्गन्धमादनः वैडूर्यविद्रुमैः पश्चात् सम्मिश्रो विपुलाचलः पद्मरागैः स सौवर्णैरुत्तरेणापि विन्यसेद धान्यपर्वतवत् सर्वमत्रापि परिकल्पयेद तद्वदा वाहनं कृत्वा वृक्षान् देवांश्च काञ्चनान् पूजयेत् पुष्प गन्धाद्यै प्रभादे स्याद्विसर्जनम् पूर्ववद् गुरु ऋत्विग्भ्य इमं मन्त्रमुदीरयेद यथा देवगणाः सर्वे सर्वरत्नेष्वस्थिताः त्वं च रत्नमयो नित्यमदः पाहि महाचल यस्माद्रत्नप्रदानेन तुष्टिमेदि जनार्दनः पूजा मन्त्रप्रसादेन तस्मान्नः पाहि पर्वत अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् स यादि वैष्णवं लोकममरेश्वरपूजितः यावत्कल्पशतं साग्रं वसेत्तत्र नराधिप रूपारोग्यगुणोपेदसप्तद्वीपाधिपो भवेद् ब्रह्महत्यादिकं किञ्चिदत्रामुत्राधवा कृतम् तत्सर्वं नाशमायादि गिरिर्वज्राहतो यथा अधातः सम्प्रवक्ष्यामि रौप्याचलमनुत्तमम् यत्प्रदानान्नरो यादि सोमलोकं नरोत्तम दशभिः फलसाहस्रैरुत्तमो रजताचलः पञ्चभिर्मध्यमः प्रोक्तस्तदर्धेनाधमस्मृतः अशक्तो विंशतेरूर्ध्वं कारयेच्चक्रिदः सदा विष्कम्भपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत् पूर्ववद्राजतान् कुर्यान्मन्धरादीन्विधानदः कलधौदमयांस्तद्वल्लोकेशान् कारयेद्बुधः ब्रह्म विष्णुवार्कवान् कार्यो निदम्बोऽत्र हिरण्मयः राजतं स्यात् तदन्येषाम् पर्वतां न च काञ्चनं शेषं च पूर्ववत् कुर्याद्धोमजागरणादिकं दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतं विष्कम्भशैलान् ऋद्विग्भ्यः पूज्यवस्त्रविभूषणैः इमं मन्त्रं पठन् दद्याद्दर्भपाणिर्विमत्सरः पितॄणां वल्लभं यस्मादिन्दोर्वा शङ्करस्य च रजतं पाहि तस्मान्न शोक संसारसागराद युद्धं निवेश्ययो दद्याद्रजताचलमुत्तमम् गवामयुतसाहस्रफलमाप्नोति मानवः सोमलोके स गन्धर्वैः किन्नराप्सरसाङ्गणैः पूज्यमानो वसेद्विद्वान्यावदाभूदसम्प्लवम् अधातः सम्प्रवक्ष्यामि शर्कराचलमुत्तमम् यस्य प्रदानाद्विष्णु अर्करुद्रास्तुष्यन्ति सर्वदा अष्टभिः शर्कराभारैरुत्तमस्यान्महाचलः चतुर्भिर्मध्यमप्रोक्तो भाराभ्यामध्यमस्मृदः भारेण चार्धभारेण कुर्याद्य स्वल्पवित्तवान् विष्कम्भपर्वतान् कुर्यात्तुरीयांशेन मानवः धान्यपर्वतवत् सर्वं हैमाम्बरसुसंयुतम् मेरोरुपरितस्थाप्यं हैमं तत्र तरुत्रयं मन्दारः पारिजातश्च तृतीय कल्पपादवः एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि निवेशयेत् हरिचन्दनसन्तानौ पूर्वपश्चिमभागयोः निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् गन्धमादनशृङ्गेदु धनदस्यादुदङ्मुखः प्राङ्मुखो वेदमूर्तिस्तु हंसस्याद्विपुलाचले हैमी भवेत्सु पार्श्वे दुसुरभि दक्षिणामुखी धान्यपर्वतवत्सर्वमावाहनमखादिकं कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतोत्तमं ऋत्विग्भ्यश्चतुरशैलानि मान्मन्त्रानुदीरयेद सौभाग्यामृतसारोऽयं परमशर्कराचलः तस्मादानन्दकारीत्वं भव शैलेन्द्र सर्वदा अमृतं पिबतां येदु पतिदा भुवि शीकराः देवानां तत्समुद्धस्त्वम् पाहि नः शर्कराचल मनोभवधनुर्मध्यादुद्भूता शर्करा पुनः तन्मयोऽसि महाशैल पाहि संसारसागराद यो दध्याच्छर्कराशैलमनेन विधिना नरः सर्वपापविनिर्मुक्तः प्रयाति ब्रह्ममन्दिरम्। चन्द्रसूर्यप्रदिकाशमधिरुह्यानुजीविभिः सहैव यानमुत्तिष्ठे ततो विष्णुप्रभो दिवि तदकल्पशदान्ते तु सप्तद्वीपाधिपो भवेद् आयुरारोग्यसम्पन्नो यावज्जन्मायुधत्रयम् भोजनं शक्तिधः कुर्यात् सर्वशैलेष्वमत्सरः स्वयं चाक्षारलवणमश्नीयात्तदनुज्ञया पर्वतोपस्करान् सर्वान् प्रापयेत् ब्राह्मणालयम् एतत्ते सर्वमाख्यातम् शैलदानमनुत्तमम् यदन्यद्रोचते तुभ्यं तन्मां पृच्छस्व पार्थिव भीष्म उवाच भगवन् भव संसारसागरोत्तारकारकं किञ्चिद्व्रतं समाचक्ष्व स्वर्गारोग्यफलप्रदम् पुलस्त्य उवाच सौरधर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीं विशोकसप्तमीं तद्वतृतीयां फलसप्तमीं शर्करासप्तमीं कुर्यात् तथा कमलसप्तमीं मन्दारसप्तमीं षष्टिं सप्तमीं शुभसप्तमीं सर्वाः पुण्यफलाः प्रोक्ता सर्वा देवर्षिपूजिताः विधानमासं वक्ष्यामि यथा वदनुपूर्वशः यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेद् साधु कल्याणिनी नाम विजया च निगद्यते प्रादर्गव्येन पयसा स्नानं नद्यां समाचरेत शुक्लाम्बरधरः पद्ममक्षधाय परिकल्पयेत् प्राङ्मुखोष्ठदलं मध्ये तद्वद्वृत्तां च कर्णिकां पुष्पाक्षताद्भिर्देवेश्यं विन्यस्येत् सर्वधक्रमाद पूर्वेण तपनायेदि मार्तण्डायेदि वै ततः याम्ये दिवाकरायेदि विधात्र इति नैहृदे पश्चिमे वरुणायेदि भास्करायेदि चानिले सौम्ये विकर्तनायेदि देवायेत्यष्टमे दले आदावन्ते च मध्ये च नमोऽस्तु परमात्मने मन्त्रैरेदैः समभ्यर्च्य नमस्कारान्तदापितैः शुक्लैर्वस्त्रैर्भलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः स्तण्डिले पूजयेद्भक्र्या कुडेन लवणेन वै तदो व्याहृदि मन्त्रेण विसृज्य द्विजपुङ्गवान् शक्रितस्तर्पयेद्भक्र्या गुडक्षीरघृतादिभिः तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेद् एवं नियमकृत्सुप्त्वा प्रादरुद्धाय मानवः कृतस्नानजपो विप्रै सहैव कृतपायसं भुक्त्वा च वेदविदुषि वैडालव्रतवर्जिते कृतपात्रं सकनकं सोदकुम्भं निवेदयेद् प्रीयदामत्र भगवान् परमात्मा दिवाकरः अनेन विधिना सर्वं मासि मासि समाचरेत् तदस्त्रयोदशे मासि गाश्च दद्यात्रयोदश वस्त्रालङ्कारसंयुक्ता स्वर्णशृङ्गाः पयस्विनीः एकामपि प्रदद्याच्च वित्तहीनो विमत्सरः न वित्तशाढ्यं गुर्वीद यदो मोहात्पदत्यधः अनेन विधिना यस्तु कुर्यात् कल्याणसप्तमीं सर्वपापविनिर्मुक्तः सूर्यलोके महीयते आयुरारोग्यमैश्वर्यमनन्दमिह जायते सर्वपापहराचेयं सर्वदैवतपूजिता सर्वदुष्टोपशमनी सदा कल्याणसप्तमी इमामनन्दफलदां यस्तु कल्याणसप्तमीम् शृणोति यः पठेद्वापि स च पापैः प्रमुच्यते विशोकसप्तमीं तद्वद्वक्ष्यामि नृपसत्तम यामुपोष्य नरशोकं न कदाचिदिहाश्नुदे मा के कृष्णतिलैस्नादः पञ्चम्यां शुक्लपक्षतः कृदाहारकृसरया दन्तधावनपूर्वकम् उपवासव्रतं कृत्वा ब्रह्मचारी निशिस्वपेद तद्ध प्रभाद उद्धाय कृतस्नानजपशुचिः कृत्वा तु काञ्चनं पद्ममर्कायेदि प्रपूजयेद करवीरेण रक्तेन रक्तवस्त्रयुगेन च यथा विशोकं भुवनं त्वयैवादित्य सर्वदा तथा विशोकदा मे स्यात् त्वद्भक्तिप्रतिजन्म च एवं सम्पूज्य षष्ट्यां तु भक्त्या सम्पूजयेद्विजान् स्वयं सम्प्राश्य गोमूत्रमुद्धाय कृतनैत्यकः सम्पूज्य विप्रान्यत्नेन गुडपात्रसमन्वितम् सद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेद अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुधः ततः पुराणश्रवणं कर्तव्यं भूदिमिच्छता अनेन विधिना सर्वमुभयोरपि पक्षयोः कुर्याद्यावत् पुनर्माखशुक्लपक्षस्य सप्तमी व्रतान्ते कलशं दद्यात् सुवर्णकमलान्वितं शय्यां सोपस्करां दद्यात् कपिलां च पयस्विनीम् अनेन विधिना यस्तु वित्तशाढ्येन वर्जितः विशोक सप्तमीं कुर्यात् स यादिपरमां गतिं यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेद् तावन्न शोकमाप्नोति रोगदौर्गत्यवर्जितः यं कामयदे कामं तं तं प्राप्नोति पुष्कलम् निष्कामं कुरुदे यस्तु स परं ब्रह्म गच्छति यः पठेत् शृणुयाद्वापि विशोकाख्यां तु सप्तमीं सोऽपीन्द्रलोकमासाद्य न दुःखी जायते क्वचिद् अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीं यामु पोष्य नरः पापैर्विमुक्तस्वर्गभाग्भवेद् मार्गशीर्षे शुभे मासि पञ्चम्यां नियतव्रतः षष्टीमुपोष्य कमलं कारयित्वा तु काञ्चनं शर्करा संयुधं दद्याद् ब्राह्मणाय कुटुम्बिने रूपं च काञ्चनं कृत्वा फलस्यैकस्य धर्मविद दद्याद्विकालवेलायां भानुर्मे प्रीयदामिति शक्र्यादु विप्रान् सम्पूज्य सप्तम्यां क्षीरभोजनं कृत्वा कुर्याद्फलत्यागं यावत् स्यात् कृष्णसप्तमी तामुपोष्याधविधिवदनेनैव क्रमेण तु तद्वद्धेमफलं दत्त्वा सुवर्णकमलान्वितं शर्करापात्रसंयुक्तं वस्त्रमालासमन्वितं संवत्सरमनेनैव विधिनो भयसप्तमीम् उपोष्य दद्यात् क्रमशः सूर्यमन्त्रमुदीरयेद् भानुरर्को रविर्ब्रह्मा सूर्यशुक्रो हरिशिवः श्रीमान् विभावसुस्त्वष्टा वरुणप्रियदामिति प्रतिमासं च सप्तम्यामेकैकं नाम कीर्तयेत् प्रतिपक्षं फलत्यागमेतत् कुर्वन् समाचरेत् व्रतां ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः शर्कराकलशं दद्याद्धेमपद्मफलान्वितं यथा न विफलकामस्त्वद्भक्तानां सदा भवेद् तथानन्दफलावाप्तिरस्तु मे जन्मजन्मनि इमामनन्दफलदां ह्यः कुर्यात् फलसप्तमीं भूतभव्यांश्च पुरुषांस्तारये देकविंशतिम् यशृणोति पठेद्वापि सोऽपि कल्याणभाग्भवेद् सर्वपापविशुद्धात्मा सूर्यलोके महीयते सुरापानादिकं किञ्चिदत्रामुत्र च वाकृतम् तत्सर्वं नाशमायादि यः कुर्याद्फल सप्तमीं शर्करा सप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम् आयुरारोग्यमैश्वर्यं ययानं तं प्रजायते माधवस्य सिदे पक्षे सप्तम्यां नियतव्रताः प्रातस्नात्वा तिलैः शुभ्रैः शुद्धमाल्यानुलेपनः स्तण्डिले पद्ममालिख्य कुङ्कुमेन स कर्णिकम् तस्मिन्नमः सवित्रेदि गन्धपुष्पं निवेदयेद् स्थापये दुधकुम्भं च शर्करापात्रसंयुतं शुक्लवस्त्रैरलङ्कृत्य शुक्लमाल्यानुलेपनैः स्वर्णपुष्पसमायुक्तं मन्त्रेणानेन पूजयेद् विश्ववेदमयो यस्मात्त्वं वेदेषु च पठ्यसे त्वमेवामृतसर्वस्वमदशान्तिं प्रयच्छ मे पञ्चगव्यं ततः प्रीत्वा स्वपेत्तत्पार्श्वदः क्षितौ सौरसूक्तं जपन्नास्ते पुराणश्रवणेन च अहोरात्रे गते पश्चादष्टम्यां कृतनैत्यकः तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेद् भोजयेच्चक्रितो विप्रान् शर्कराकृतपायसैः भुञ्जीतात्तैललवणं स्वयमप्यथ वाग्यदः अनेन विधिना सर्वं मासि मासि समाचरेद संवत्सरान्ते शयनं शर्कराकलशान्वितं सर्वोपस्करसंयुक्तं तथैकाङ्गां पयस्विनीं गृहं च शक्रि मां दद्यात् समस्तोपस्करान्वितं सहस्रेणाथ निष्काणां कृत्वा दद्याच्च तेन वा दशभिर्वा त्रिभिर्वापि निष्केणैकेन वा पुनः पद्मं स्वशक्रिदो दद्यात् पूर्वमन्त्रपाठनं वित्तशाढ्यं न कुर्वीद कुर्वन् दोषान् समश्नुदे अमृतं पिपदो वक्त्रात् सूर्यस्यामृतबिन्दवः समुत्पे दुर्धरण्यां ये शालिमुद्गेक्षवस्तुते शर्करायारसस्तस्मादिक्षु सारो मृतात्मवान् इष्ठारवेरदः पुण्या शर्करा हव्यकव्ययोः शर्करा सप्तमी चेयं वाजिमेधफलप्रदा सर्वदुष्टोपशमनी पुत्रपौत्रविवर्धिनी यकुर्यात् परया भक्र्या सपरं ब्रह्म गच्छति कल्पमेकं वस्येत् स्वर्गे तदो यादि परं पदम् इदमनक शृणोति यस्मरेद्वा परिपठतीह सुरेश्वरस्य लोके मतिमपि च ददाति सोऽपि देवैरमरपुरे परिपूज्यते मुनीन्द्रैः अथ परं प्रवक्ष्यामि तद्वत् कमलसप्तमीं यस्याः सङ्कीर्तनादेव तुष्यतीह दिवाकरः वसन्तामलसप्तम्यां सुस्नादो गौरसर्षपैः तिलपात्रे च सौवर्णं निधाय कमलं शुभम् वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैरधार्चयेद् नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते ततोद्विकालवेलायामुदकुम्भसमन्वितम् विप्राय दद्यात् सम्पूज्य वस्त्रमाल्यविभूषणैः शक्रिधः कपिलां दद्यादलङ्कृत्य विधानतः अहो रात्रे गदे पश्चादष्टम्यां भोजयेद्विजान् यथा शक्तिजभुञ्जीद विमांसं तैलवर्जितम् अनेन विधिना शुक्लसप्तम्यां मासि मासि च सर्वं समाचरेद्भक्र्या वित्तशाढ्यविवर्जितः व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितं गाश्च प्रदद्याच्चक्र्यादु सुवर्णस्य पयस्विनीः भाजनासनदीपादीन् दद्यादिष्टानुपस्करान् अनेन विधिना यस्तु कुर्यात् कमलसप्तमीम् लक्ष्मीमन्नं तामभ्येदि सूर्यलोके च मोदते कल्पे कल्पे ततो लोकान् सप्त गत्वा पृथक् पृथक् अप्सरोभिः परिवृतस्ततो यादिपरां गतिम् पश्येदि मां यशृणुयान्मुहूर्ते पठे च भक्त्याधमदिं ददाति सोऽप्यत्र लक्ष्मीममलामवाप्य गन्धर्वविद्याधरलोकमेति अतः परं प्रवक्ष्यामि सर्वपापप्रणाशिनीं सर्वकामप्रदां पुण्यां नाम्ना मन्दारसप्तमीं माघश्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः दन्तकाष्ठं तद कृत्वा षष्टीमुपवस्येद्बुधः विप्रान् सम्पूजयित्वा तु मन्दारं प्रार्थयेन्निशि ततः प्रभात उद्धाय कृत्वा स्नानं पुनर्द्विजान् भोजये चक्रिधः कुर्यान्मन्दारकुसुमाष्टकं सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनं पद्मं कृष्णतिलैकृत्वा ताम्रपात्रेष्टपत्रकं हेममन्दारकुसुमैर्भास्करायेति पूर्वतः नमस्कारेण तद्वच्च सूर्यायेत्यमले दले दक्षिणे तद्वदर्काय तधार्यम्णे च नैरृते पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे पूष्णे चोत्तरदः पूज्य आनन्दायेति तत्परम् कर्णिकायां च पुरुषस्थाप्य सर्वात्मनेऽपि च शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः भुञ्जीदा तैललवणं वाग्यदः प्राङ्मुखो गृही अनेन विधिना सर्वं सप्तम्यां मासि मासि च कुर्यात् संवत्सरं यावद्वित्तशाढ्यविवर्जितः एतदेव व्रतान्ते तु निधानकलशोपरि गोभिर्विभवदः सार्धं दातव्यं भूदिमिच्छता। नमो मन्दारनाथाय मन्दारभवनाय च त्वं रवे तारयस्वास्मानस्मात् संसारसागरात् अनेन विधिना यस्तु कुर्यान्मन्दारसप्तमीं विपाप्मास सुखी मर्त्यकल्पं च दिवि मोदते इमामकौकपडलभीषणध्वां ददीपिकां गच्छन् सङ्गृह्य संसारशर्वर्यां नस्कलेन्नरः मन्दारसप्तमी मेधामीप्सितार्थफलप्रदां यः पठे शृणुयाद्वापि सोऽपि पापै प्रमुच्यते अधान्यामपि वक्ष्यामि शोभनां शुभसप्तमीं यामुपोष्य नरो रोगशोकौ कातु प्रमुच्यते पुण्यमाश्वयुजे मासि कृतस्नानजपशुचिः वाचयित्वा ततो विप्रानारभेच्छुभ सप्तमीं कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः नमामि सूर्यसम्भूदामशेष भुवनालयां त्वामहं शुभकल्याणि स्वशरीरविशुद्धये अध कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतं काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितं सोपधानं च विश्रामभाजनासनसंयुतं फलैर्नानाविधैर्भक्ष्यैकृतपायससंयुतैः दद्याद्विकालवेलाया मर्यमा प्रियदामिति विकालपञ्चगव्यं च सम्प्राश्य स्वपेद्भूमावसंस्तरे तदप्रभादे संजादे भक्र्या सन्तर्पयेद्विजान् अनेन विधिना दद्यान्मासि मासि सदा नरः वाससि वृषभं हैमं तद्वद्गां काञ्चनोद्भवां संवत्सरान्ते शयनमिक्षुदण्डगुडान्विदं ताम्रपात्रे तिलप्रस्थम् सौवर्णं वृषभं तथा दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयदामिति अनेन विधिना विद्वान् कुर्याद्य शुभसप्तमीं तस्य श्रीर्विमला कीर्तिर्भवेज्जन्मनि जन्मनि अप्सरोगणगन्धर्वैः पूज्यमानसुरालये वसेद्गणाधिपो भूत्वा यावदाभूदसम्प्लवं कल्पादाववतीर्णश्च सप्तद्वीपाधिपो भवेद् भ्रूणहत्या सहस्रस्य ब्रह्महत्या शतस्य च नाशायालमियं पुण्या पढ्यते शुभसप्तमी इमां पठेद्य शृणुयान्मुहूर्तं पश्येत् प्रसङ्गादपि दीयमानं सोऽप्यत्र सर्वाख विमुक्तदेह प्राप्नोति विद्याधर नायकत्वं यावत् समासप्त नरः करोति यः सप्तमीं सप्तविधानयुक्तां स सप्तलोकाधिपतिक्रमेण भूत्वा पदं यादि परं मुरारेः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पुष्करमाहात्म्ये एकविंशोऽध्यायः ओ